नमस्ते, मम नाम अखिला. वी आर हियर टू लर्न द एंशियंट लैंग्वेज ऑफ इंडिया संस्कृत, विच इज द मदर ऑफ ऑल लैंग्वेजेस इन इंडिया. एंड दिस इज अवर फर्स्ट स्टेप इन लर्निंग दिस ब्यूटिफुल लैंग्वेज, विच इज वेरी मच सिंपल एंड ब्यूटिफुल. सरला सुंदरी अस्ति, सुंदरी भाषा अस्ति एषा. आई वेलकम यू ऑल टू दिस क्लास एंड अप्रिशिएट योर इंटरेस्ट इन लर्निंग दिस ब्यूटिफुल लैंग्वेज. एंड दोज हु डू नॉट नो देवनागरी, डोंट वरी, वी कैन लर्न इट. And the end of the class, we can have 10 or 15 minute session just to learn Devanagari. You can stay. Those who want to learn Devanagari, you can stay for 10, 15 minutes if you could spare. Or if you find it that it is very lengthy, class is lengthy, we can just last 10 minutes of the class, we can spend on learning Devanagari. Okay? So don't worry that I do not know Devanagari. How am I going to learn Sanskritam? You don't have to have that worry at all. So we will begin the class with the prayer shloka. Guru Brahma, Guru Vishnu, Guru Devo Maheshwarah, Guru Sakshat Parabrahma, Tasmai Shri Gurave Namaha, Saraswati Namastubhyam, Varade Kamarupini, Vidyarambham Karishyami, Siddhir Bhavatu Me Sada. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. अस्तु, फर्स्ट वी विल लर्न हाउ टू इंट्रोड्यूस वन सेल्फ व्हेन टू पीपल, टू स्ट्रेंजर्स आर मीटिंग, हाउ टू इंट्रोड्यूस ईच अदर. वी विल लर्न दैट इन द फर्स्ट प्लेस टुडे. मम नाम अखिला, मम नाम अखिला, मम नाम अखिला. इदानीम् अहं कृष्णन् महोदयं पृच्छामि, भवतः नाम किम्? भवतः नाम किम् कृष्णन् महोदय? मम नाम कृष्णः. मम नाम कृष्णः, उत्तमम्. पुनः अहं वदामि, मम नाम अखिला, मम नाम अखिला. अहं संध्या भगिनीं पृच्छामि, भवत्याः नाम किम्? भवत्याः नाम किम्? मम नाम संध्या. पुनः अहं पृच्छामि, मम नाम अखिला, राकेश महोदय भवतः नाम किम्? मम नाम राकेशः. सर्वे कृपया म्यूट् कुर्वन्तु, सर्वे कृपया. पुनः मम नाम अखिला, महालक्ष्मी भगिनी भवत्याः नाम किम्? मम नाम महालक्ष्मी, उत्तमम्. मम नाम, भवतः नाम bhavatyaha nama. Bhavataha, bhavatyaha. So when you are going to ask a female, it will be bhavatyaha. When it is a male, when you are addressing a male and asking his name, then it will be bhavataha. Mama, bhavataha, bhavatyaha. Avagatam? Astu. Idanim, sarve kripaya mute madhye tishtantu. Otherwise, we won't be able to enjoy the class. With lot of disturbance, we won't be able to enjoy the class. Okay? Now, what I'm going to do is, Shobanadhyaya Mahodaya, Anantaram Krishnan Mahodaya, Anantaram Apollina. You, three of you have to ask each other, Mama Nama, Bhavataha Nama, Upayujya, Prashnam Prichatu. Introduce yourself. Okay? One second, let me... मम नाम कृष्णः भवत्याः नाम किम् मम नाम भवतः नाम किम् मम नाम विभा मवत्या नाम किम् भवतः when you are asking a male it will be भवतः When it is a female, when you are addressing a female, then it will be bhavatyaha. Okay? Bhavataha, bhavatyaha. And mama, my. My, your. So in English, it will be generally just your, irrespective of whether it is a male or a female, it will be your only. You will be addressing what is your name. But in Sanskrit, we have a feminine gender and masculine gender for your. Okay? So for masculine gender it is bhavataha, for nama taha nama na shruyate bhagini अस्तु इदानीं रम्या भगिनी क्वैट् अ फ्यू माइक्स् आर् आन् एण्ड् देयर् इस् वन् वीडियो आन् आल् कृपया सर्वे म्यूट् मध्ये तिष्ठन्तु ओन्लि देन् वी केन् एन्जाय् द क्लास् अदर्वैस् इट् इस् पिकिङ्ग् अप् लाट् आफ् डिस्टर्बेन्स् धन्यवादः अस्तु इदानीं जयन्ती भगिनी अपि च रम्या भगिनी अनन्तरं सुन्दर् महोदय केन् यू चाट् वित् ईच् अदर् आस्किङ्ग् फार् इण्ट्रोड्यूसिङ्ग् युर् सेल् मम नाम विभा भवत् नाम किम् भवतः नाम किम् अस्तु इदानीम् अहं एकं स्लैड् दर्शयामि एकं निमिषम् I don't understand much Hindi as well. So, dekho, Krishna sir, ki kaun se page pe hain? Kim? Where are we right now? Like, kaun se page pe hain? We are just learning Mama Nama. So the first page, right? Mama yes. Nama? Okay. Yes. Astu. Drishyate va? Are you able to screen my see my screen? Yeah, no, I yeah, can't find. Ma'am. Okay. Ma'am, drishyate. Astu. Uttama. Idanim, Anisha Bhagini asti va? Deepali Bhagini? Maya Bhagini asti? I think they put my name wrong. It's Vibha. Vibha? Hanji. Astu. Shanti Bhagini asti va? Shanti? Astu. Shobhanaditya Mahodaya. Kripaya patatu. Namaste. Namaste Mahodaya. Drishyate va? Aam. Kripaya patatu. Mama nama Krishna. भवतः नाम किं मम नाम राम मम नाम रामः धन्यवादः इदानीं पवित्रा भगिनी अस्ति वा मम नाम विभा भगिनी पठतु कृपया अत्र मम नाम कृष्णः मम नाम मम नाम विभा अत्र न स्क्रीन् दृष्ट्वा वदतु मम नाम कृष्णः मम नाम कृष्णः मम लता भवत्याः नाम किम् भवत्याः नाम किं मम नाम लता मम नाम भवत्याः सो वेन् हीस् अड्रेसिङ्ग् मे फीमेल् देन् बिकम् भवत्याः पुनः प्रभा भगिनी अस्ति वा प्रेमश्री रघुरामन् महोदय अस्ति वा रघुरामन् महोदय अस्तु कृष्णन् महोदय कृपया पठतु मम नाम लता भवत्याः नाम मम नाम गीता भवत्याः नाम किं मम नाम लता भवत्याः नाम किम् अस्तु इदानीं चिन्तयामः एम् एस् सुब्बलक्ष्मी अपि च बालमुरलीकृष्ण ते तौ सम्भाषणं कुरुतः इति चिन्तयामः सो हौ विल् दे इण्ट्रोड्यूस् ईच् अदर् राकेश महोदय कृपया वदतु मम नाम सुब्बलक्ष्मी भवतः नाम किं भवतः नाम किं मम नाम बालमुरलीकृष्णः इति वदति बालमुरलीकृष्णः इदानीं पुनः पद्मावती भगिनी अस्ति वा वन् मिनिट् Vidya and Vibha, the mics are on. If they can switch off, we can hear clearly. Then you... इदानीं पद्मावती भगिनी अस्ति वा? पद्मनाभन् महोदय, पद्मावती भगिनी नलिनी भगिनी मुरली महोदय अस्ति वा? समीता अन्य कोऽपि पठतु कृपया एकः. इदानीं चिन्तयामः. वदतु महोदय. रमेश महोदय धन्यवादः. मम नाम रमेशः, भवत्या नाम किम्? धन्यवादः. मम नाम अखिला. इदानीं स्क्रीन् दृश्यते वा? केन् आर् यु एबल् टु सी द स्क्रीन् ऐ एम् शेरिङ्ग्? मया न दृश्यते भगिनि. यस् भगिनि. सो राकेश रमेश महोदय, आर् यु एबल् टु सी द स्क्रीन्? नो नो no no astu anya whoever is seeing it, can you answer me what will be the question asked? Mama Jayaram. Mama naam Lata. Bhavatyah naam kim? So how will MS Subbalakshmi will answer? Mama naam MS Subbalakshmi. Uttama, ati uttama. अग्रे कोऽपि वदतु, अन्य कोऽपि कृपया. समन् एल्स्? मम नाम बालमुरलीकृष्णः, भवत्याः नाम किम्? अस्तु, भवतः, मम, भवतः, भवत्याः. अवगतं खलु? इदानीं सो इस् देर् एनी डौट् अबौट् भवतः, भवत्याः, मम? नो. अस्तु, इदानीम् अग्रे किञ्चित् पठामः. अहम् ऐ विल् जस्ट् गिव् यू सम् इन्ट्रोडक्षन् अण्ड् देन् वि विल् गो अहेड्. एषः सः, एषः सः इत्युक्ते दिस् दट् फार् मास्कुलिन् जेण्डर्. एषः सः. सो अगेन् इन् संस्कृतभाषा, in English it will be this, that, irrespective of feminine or masculine, it is going to be this, that. But in Sanskrit bhasha we have gender differentiation for this, that, for masculine, feminine and neuter gender. So we will start with masculine gender. Eshah sah. Eshah ityukte whatever is nearby. Masculine gender is eshah. Whatever is nearby, masculine gender is eshah. The far, the person who is standing far away is sah. Sah, eshah, sah. So if you want to point somebody who is close by, you will say this is a boy. If you want to say this is a boy, then you will say एषः बालकः. And if you want to say that is a boy who is standing far away, then we will say सः बालकः. एषः बालकः, सः बालकः. That is for masculine gender. And then for feminine gender, the same way. And another thing is akarantam, that is hrisvam. The words ending in a will be masculine gender majority of the time. 90% it will be masculine gender only. And words ending with A, Deerga A, Lata, Balika, Vridha, Anantaram Kim, Geeta, Sita, Akila, those are all feminine gender. And same way, long E will also be feminine gender. Nadi, Gauri, Lakshmi, Anantaram, Lekhani, Ankani, Kartari, those are all three linga. And Im, that ends with Im, Pustakam, Pushpam, Palam, Anantaram, Penakam, Krishna Palakam, those are all neuter gender, Im. So as I said, for masculine gender, it will be Eshah, Sah. And for feminine gender, Samipe Ya Asti, Esha. Samipe Esha, Srilinge Samipe Esha, Dure Sa. Esha Balika, Sa Balika. This is a girl, that is a girl. And then Esha Mahila, Sa Mahila. This is a young woman, that is a young woman. And then Esha Gauri, Sa Lakshmi. This is Gauri, that is Lakshmi, Sa Gauri. Esha Sah, Esha. So in this also, if you notice, this one is also ending in A. The masculine gender ended with Eshah, Sah. And this one is Esha. This is also A, Sa. And then neuter gender is Etat Pustakam. Tat Pustakam. This is a book, that is a book. So if you notice something, whatever is nearby begins with A-A-A, Eshah, Esha, Etat. And whatever is far away, Sah, that's A drops off. The A in the beginning drops off and it becomes Sah, Sa, Tat. All that A drops off when it is far away. Avagatam? Prashnaha Santiva? No. Avagatam? Astu. Idanim kanichana slides pashyamaha. So that it will be easier for you to understand. Who is 703206? I see number 703206. 1510. I don't see a name. Idanim yada vayam, even though in Sanskrita bhasha, non-living things also have gender. Like pen, pencil, they are all feminine gender. In feminine gender, phone, bucket, those are all in feminine gender. Plates, and then spoon, cup, they are all in masculine gender. So what I will do is, even though they have gender difference, but while asking a question, while showing that and asking a question, what will I ask is, I will not ask, I will ask, what is this? Okay? What is this? Etat Kim. Etat Kim. Eshah Chamasah. Eshah Chamasah. When it is far away, it will become Sah Chamasah. Etat Kim. Vibha Bhagini, Kripaya Vadatu, Etat Kim. Eshah Chamasah. एषः चमसः अथवा सः चमसः सः चमसः. इदानीं चषकः चषकः. So what is the gender for this? I say chashakaha. Priya Bhagini, Kripaya Vadatu. Saha chashakaha. This is in masculine gender. Chashakaha. Masculine gender. Etat kim? Saha chashakaha. Saha chashakaha. Atava yeshaha chashakaha. If it is far away, we will say saha chashakaha. If it is nearby, yeshaha chashakaha. अवगतम्? एतत् किं? लेखनी लेखनी. रम्यानारायणन् भगिनी कृपया वदतु एतत् किम्? रम्यानारायण भगिनी अस्ति वा? अस्तु, विद्या भगिनी वदतु कृपया. एतत् लेखनी. एषा लेखनी. किमर्थं? स्त्रीलिङ्गे लेखनी इति स्त्रीलिङ्गे अस्ति. एषा लेखनी अथवा सा लेखनी. अनन्तरं सुन्दर महोदय, एतत् किम्? अङ्कनी. अङ्कनी स्त्रीलिङ्गे अस्ति वा पुल्लिङ्गे अस्ति वा? स्त्रीलिङ्गे. किमर्थम्? किमर्थम् इत्युक्ते वै? बिकास् अङ्कनी. अङ्कनी इति ईकारान्तं, दीर्घ ईकारान्तम्. एषा अङ्कनी. एतत् किम्? एषा अङ्कनी. एषा अङ्कनी अथवा सा अङ्कनी इत्यपि वक्तुं शक्यते. दूरवाणी. एतत् किं? दूरवाणी. एषा दूरवाणी. अन्य कोऽपि वदतु. 703206 हूस् इट् 1510 नाम उच्यतां कृपया. न श्रूयते भगिनि, अन्म्यूट् युर् सेल्फ्. महालक्ष्मी भगिनि वदतु. एतत् किम्? दूरवाणी. दूरवाणी बिकास् वाणी इत्युक्ते सौण्ड्. दूरवाणी इत्युक्ते वि आर् एबल् टु हियर् इट् फ्रम् लाङ्ग् डिस्टेन्स्. सो इट् इस् दूरवाणी. एषा दूरवाणी, सा दूरवाणी इति वदामः. अनन्तरम् एतत् किम्? अन्य कोऽपि वदतु कृपया. प्रिया भगिनी वदतु, एतत् किं? फेनकम्. फेनकम्. एतत् किम्? फेनकं. तत् फेनकम्. एतत् फेनकम् इति वदामः. अनन्तरं जयन्ती भगिनी, एतत् किम्? पुस्तकं. पुस्तकं. तत् पुस्तकम्. तत् पुस्तकम् अथवा एतत् पुस्तकं. दट् इस् अ बुक् आर् दिस् इस् अ बुक्. यू केन् से वन् आफ् दि अदर्. ओके. अनन्तरं इदानीं शान्ति भगिनि, एतत् किं? द्रोणी. द्रोणी इत्युक्ते बकेट्. द्रोणी. एतत् किम्? एषा द्रोणी अथवा सा द्रोणी. वदतु पुनः शान्ति भगिनी. एषा द्रोणी. द्रोणी अथवा सा द्रोणी. अस्तु, इदानीं सन्ध्या भगिनी, एतत् किम्? अस्ति वा सन्ध्या भगिनी? अस्तु, वदतु. एतत् फलम् अथवा तत् फलम्. एतत् किम्? एतत् किम्? तत् फलम्. एतत् फलम्. उत्तमम्, अति उत्तमम्. हू 716465953? सुधा भगिनी, क्षम्यतां भगिनी, ऐ कीप् फर्गेटिङ्ग् बिकास् ऐ केनाट् रिमेम्बर् आल् द फोन् नम्बर्स् दट् इस् वै. क्षम्यतां. समीचीनं, समीचीनम्. एतत् किम्? स्क्रीन् न दृश्यते, स्मार्ट् फोन् मध्ये. आं वा, अस्तु, चिन्ता मास्तु. इदानीं जयरामन् महोदय, दृश्यते वा? दृश्यति. स्थालिका. स्थालिका. एषा स्थालिका. एषा स्थालिका. सा स्थालिका. उत्तमं. किमर्थम् एषा स्था इति उक्तवान् भवान्? दीर्घ ईकार आकार आकार आकार स्थालिका इति अस्ति तदर्थम्. उत्तमम्, अति उत्तमं. सर्वे जानन्ति खलु सम्यक्. पेटिका. पेटिका इत्युक्ते बाक्स्. पेटिका. स्त्रीलिङ्गे अस्ति वा पुल्लिङ्गे अस्ति वा? स्त्रीलिङ्गे. उत्तमम्, उत्तमम्. अस्तु, सो वेन् ऐ शेर् द स्क्रीन् वाट् हेपन्स् इस् ऐ एम् नाट् एबल् टु सी हू आर् आल् देर् इन् द लैन्. सो शोभनाध्याय महोदय आरभ्य इदानीम् अहं स्क्रीन् शेर् करोमि. एकैक स्लैड् दृष्ट्वा उत्तरं ददातु मा. अस्तु, बिकास् वेन् ऐ स्टार्ट् शेरिङ्ग् ऐ एम् नाट् एबल् टु सी हू आर् आल् इन् द क्यू. दृश्यते वा इदानीं? न दृश्यते वा? आम् आम् दृश्यते वा? उत्तमम्. इदानीम् आरम्भं करोतु महोदय, शोभनाध्याय महोदय आरम्भं करोतु कृपया. एषा बालिका. बालकः. सा वृद्धः. सः वृद्धः. सः वृद्धः. एषः बालकः. सः वृद्धः. एषः बालकः. सः वृद्धः. सः वृद्धः. उत्तमम्. अनन्तरम् अग्रे नेक्स्ट् कोऽपि पठतु. एषः कृष्णः. एषः कृष्णः. सः रामः. सः रामः. एषः सः. किमर्थम् एषः? कृष्णः समीपे अस्ति तदर्थम् एषः कृष्णः. रामः दूरे अस्ति तदर्थं सः रामः. अग्रे इदानीं वदतु, अन्या कोऽपि वदतु कृपया. एषः गणेशः. सः शिवः. सः शिवः. उत्तमम्. अग्रे विभा भगिनी अस्ति वा? एषः स्वामी विवेकानन्द. सः रामकृष्णपरमहंस. सः रामकृष्णपरमहंसः. उत्तमम्. अग्रे अन्य कोऽपि वदतु कृपया. हूवर् डिड् नाट् गेट् अ टर्न् प्लीस्. यस् रमेश. रमेश महोदय वदतु. तत् गृहं. विष्णु न महोदय, अत्र दृष्ट्वा चित्रं दृष्ट्वा वदतु कृपया. वदतु शान्ति भगिनी वदतु. एषः ब्रह्मा सः विष्णु सः विष्णुः विष्णुः विष्णुः सः विष्णुः इदानीं रमेश् महोदय दृश्यते वा एषा बालिका रमेश् महोदय अस्ति वा आर् यु एबल् टु सी द स्क्रीन् महोदय नै नै नो यु आर् नाट् एबल् टु सी द स्क्रीन् नै एषा नो आं वा एषा बालिका अस्तु एषा बालिका सा वृद्धा सा वृद्धा अस्तु उत्तमम् अग्रे अन्य कोऽपि सुधा भगिनी एषा सरस्वती सा लक्ष्मी सा लक्ष्मी उत्तमम् उत्तमम् अग्रे अन्य कोऽपि रघुरामन् महोदय अस्ति वा अन्य कोऽपि अस्ति वा सुब्बलक्ष्मी सा मीराबाई सा मीराबाई उत्तमम् इदानीं शोभनादित्यमहोदय एषा वैद्या सा नर्तकी सा नर्तकी उत्तमं सुन्दरेशन् महोदय अस्ति वा एषा वैद्या एण्ड् सः नर्तकी सा नर्तकी सा नर्तकी एतावत्पर्यन्तम् ये सर्वे एषा बालिका स्त्रीलिङ्गे अस्ति सरस्वती एषा सरस्वती सा लक्ष्मी अनन्तरम् एषा एम् एस् सुब्बलक्ष्मी सा मीराबाई वैद्या नर्तकी ये सर्वे एते सर्वे स्त्रीलिङ्गे सन्ति अग्रे कानिचन पुल्लिङ्गपदानि पश्यामः इदानीम् अन्य कोऽपि अस्ति वा सुनीता भगिनी स्वर्णा भगिनी कोऽपि अस्ति वा विद्या विद्या भगिनी एतत् पुष्पं तत् पुस्तकम् एतत् पुष्पं तत् पुस्तकम् उत्तमम् उत्तमम् अग्रे पठतु पुनः विद्या भगिनी एतत् उपनेत्रं तत् नेत्रं तत् नेत्रं तत् एतत् तत् उपनेत्रम् एतत् समीपे तत् दूरे अस्तु अनन्तरं महालक्ष्मी भगिनी एतत् फलम् एतत् उपनेतुं कुत्र भगिनि एतत् एतत् उपनेतरम् एतत् फलं दृश्यते वा उपनेत्रं स्टिल् स्टिल् उपनेत्रम् एण्ड् नेत्रं एतत् इदानीं दृश्यते वा नौ इट् इस् गुड् एतत् फलं तत् गृहं तत् गृहं तत् गृहं सो वाट् डिड् यु नोटिस् सी आल् द न्यूटर् जेण्डर् दे आर् आल् एण्डिङ्ग् इन् फलं गृहं नेत्रम् उपनेत्रं पुस्तकं सो एव्रिथिङ्ग् इस् इम् आल् द न्यूटर् जेण्डर् आर् एण्डिङ्ग् इन् इम् अनन्तरं अन्य कोऽपि हू डिड् नाट् गेट् अ टर्न् सो फार् एतत् छत्रं तत् कृष्णफलकम् एतत् छत्रं तत् कृष्णफलकं तत् कृष्णफलकम् अस्तु जयन्ती लक्ष्मी भगिनी कृपया वदतु भगिनि इदानीं मिक्स् द जेण्डर्स् नौ सो लुकिङ्ग् एट् द पिक्चर् यु हेव् टु से एतत् एतत् नर्तकी एतत् किमर्थम् एषा नर्तकी एषा नर्तकी एषा नर्तकी सा वैद्य सः वैद्य सः वैद्य नर्तकी सः वैद्यः वैद्यः अन्य कोऽपि वदतु कृपया एषः रामकृष्णः एषः रामकृष्णः सा सरस्वती उत्तमम् उत्तमम् जयन्ती लक्ष्मी भगिनी पुनः वदतु कृपया एषा एषा बालिका तत् पुष्पं तत् पुष्पम् उत्तमम् अति उत्तमम् Everybody is doing very good so far. इदानीम् अग्रे अन्य कोऽपि वदतु कृष्णन् महोदय अस्ति वा पुनः एकवारं वदतु महोदय पुनः एकवारम् इत्युक्ते रिपीट् इति कृष्णन् महोदय सः वृद्धः सः वृद्धः उत्तमः वृद्धः अन्य कोऽपि के सन्ति अन्याः हू एवर् डिड् नाट् गेट् अ टर्न् उत्तमम् उत्तमम् अग्रे अन्य कोऽपि हू एवर् डिड् नाट् गेट् अ टर्न् प्लीस् ट्रै एषः वैद्यः तत् फलं तत् फलम् उत्तमम् अति उत्तमम् सो दिस् इस् जस्ट् द समरि आफ़् वाट् वि डिड् अण्ड् देन् कम्स् द प्रश्नवाचकं प्रश्नवाचकम् इत्युक्ते किम् नौ यु वाण्ट् टु आस्क् हू इस् देट् वाट् इस् देट् Who is that? Who is the doctor? Who is M.S. Subbalakshmi? Who is Krishna? Who is Mirabai? And what is a soap? What is a blackboard? So if you want to put frame a question, again, in Sanskrit Bhasha, we have Linga Beda. Same way, there is no difference. So since all the pullinga padam is ending with a, so the question also comes kaha. Question is kaha for masculine gender. Pullinge kaha. Kaha ramaha, saha ramaha, eshaha ramaha. So this is Rama. That is, who is Rama? This is Rama. That is Rama. If you want to answer this is Rama, that is Rama. Then you can say, Eshaha Ramaha, Saha Ramaha. Again, Kaha Krishnaha, Eshaha Krishnaha, Saha Krishnaha. Kaha, Trilinge, Prashnavachakam Bhavishyati, Ka. Ka Vaidya, who's the doctor? Ka Vaidya, Sa Vaidya, that is the doctor ka vaidya ka amma subbalakshmi esha amma subbalakshmi so the question also ends with a aha a and for neuter gender किम्? The neuter gender, the question is etat kim. What is this? Kim pushpam. So if you want to ask kim pushpam, what is a flower? Tat pushpam, that is a flower. Kim palam, what is a fruit? Etat palam, this is a fruit, that is a flower. Kim etat, kim pushpam, kim palam, kim pustakam, kim upanetram, and kim netram, etat netram. Punaha, what we will do is, we will use the same slide and try to form questions. Prashnah santiva, kopi, avagatam, sarvaihi avagatam kim? Avagatam. So now we will try to form questions. Punaha, kaha balakaha, kaha balakaha. एषः बालकः. कः वृद्धः? सः वृद्धः. सः वृद्धः. उत्तमं. कः कृष्णः? एषः कृष्णः. एषः कृष्णः. कः रामः? सः रामः. सः रामः. उत्तमम्. इदानीं पुनः कृष्णमहोदय अस्ति वा? कः गणेशः? कः गणेशः? उत्तरं वदतु. एषः गणेशः. उत्तमम्. अग्रे. सः शिव. कः शिवः? कः शिवः? सः शिवः. सः शिवः. उत्तमम्. अग्रे. अन्य कोऽपि? रमेश् महोदय दृश्यते वा? रमेश् महोदय, केन् यु सी द स्क्रीन्? No. Still you are not able to see the screen? Nay. Astu. I don't know. Everybody is able to see the screen. I do not know why you are not able to see the screen, Mahodaya. Astu, chinta masu. Okay. I will just make a small, because I have been using, I just tell them, all of you, switch off your mic when you are not speaking. When you are speaking, switch on and immediately switch off the mic. And you can all switch off your video and you can see the host video. Thank you. Yeah, you don't have to stay on video, those who are, yes, we don't need the video of yours. All we need is just your response. That will slow down the system. Dhanyavadaha. अस्तु. इदानीं सन्ध्या भगिनी अस्ति वा? राकेश् महोदय अस्ति वा? अस्ति भगिनि. वदतु भगिनि, पृच्छतु, प्रश्नं पृच्छतु, अनन्तरम् उत्तरं ददातु. कः विवेकानन्दः? कः विवेकानन्दः? कः रामकृष्णः? सः रामकृष्णः. उत्तमं, धन्यवादः भगिनि. अग्रे अन्या का अस्ति? अन्यपुरुषः के के सन्ति? अन्य कोऽपि हु डिड् नाट् गेट् अ टर्न्? कः कः कः ब्रह्म? कः ब्रह्म? कः ब्रह्म? उत्तरं वदतु. एषः ब्रह्म. एषः ब्रह्म. ब्रह्म न ब्रह्म. एषः ब्रह्म. कः? कः विष्णुः? सा विष्णुः. सा विष्णुः. सा विष्णुः. सः विष्णुः. सः विष्णुः. इट्स् ओके. Don't worry. Initially, everybody will be having all those confusion. Once you start practicing, it will come up. Okay? Astu, Bhagini. Astu. Bhagini. Ekah prashnah asti. Prichatu. किमर्थं ब्रह्मः नास्ति केवलं ब्रह्म ब्रह्म पुल्लिङ्गं आम् ब्रह्म आम् आकारान्तं नास्ति तत् ब्रह्म ब्रह्मन् ब्रह्मन् ब्रह्म अस्तु धन्यवादः इदानीं स्त्रीलिङ्गपदानि उपयुज्य प्रश्नवाचकानि रचयामः वदन्तु अन्य कोऽपि कः बालिका स्त्रीलिङ्गे का बालिका एषा एषा बालिका का वृद्धा कः वृद्धः सा वृद्धा ओके का वृद्धा सा वृद्धा थैंक यू अनन्तरम् अग्रे who did not get a turn try please का सरस्वती का सरस्वती एषा सरस्वती then का लक्ष्मी एषा लक्ष्मी सा लक्ष्मी अस्तु अग्रे अन्य कोऽपि वदतु कृपया का पुरुषः कोऽपि सन्ति वा पुरुषाः इस् देर् एनिबडि लेफ्ट् हु डिड् नाट् गेट् अ टर्न् प्लीस् ट्रै कृपया अन्य सर्वे म्यूट् मध्ये तिष्ठन्तु हु डिड् नाट् गेट् अ टर्न् ऐ डिड् नाट् गेट् अ टर्न् वदतु भगिनि Can I? What's the name of the lady? I forgot. Subbalakshmihi. Okay. Subbalakshmihi. Esha Subbalakshmihi. Ka Mirabai. Ka Mirabai. Saha Mirabai. Who is Mirabai? That is Mirabai. अस्तु अग्रे अन्य कोऽपि प्रयत्नं करोतु कृपया के के पुरुषाः सन्ति फ्रम् मेन् इस् देर् एनिबडि सा वैद्या एषा वैद्या प्रश्नवाचकं सा वैद्या एषा वैद्या का नर्तकी हू इस् द डान्सर् दट् इस् दि डान्सर् हू इस् डाक्टर् दिस् इस् डाक्टर् अग्रे अन्य कोऽपि फ्रम् मेन् सैड् प्लीस् ट्रै बिकास् वेन् ऐ शेर् द स्क्रीन् ऐ वोण्ट् बि एबल् टु सी हू आर् आल् द पार्टिसिपेण्ट्स् इन् द क्यू जयराम अस्मि वदतु महोदय जयराम महोदय किं पुष्पम् एतत् पुष्पं किं पुस्तकं तत् पुस्तकं तत् पुस्तकम् उत्तमं महोदय अति उत्तमं पुनः एकवारं प्रयत्नं करोतु महोदय दृश्यते वा दृश्यते किम् उपनेत्रम् एतत् उपनेत्रम् किं नेत्रम् तत् नेत्रम् उत्तमं नेत्रम् अग्रे शोभनाध्याय महोदय किं फलम् एतत् फलम् किं गृहं तत् गृहम् अग्रे एतदपि वदतु महोदय कृपया किं छात्रम् एतत् छात्रं किं कृष्णफलकं तत् कृष्णफलकं तत् कृष्णफलकम् उत्तमम्. इदानीम् अगेन् मिक्स्ड् वन् अन्य कोऽपि पुरुषः फ्रम् जेन् सैड् हू एल्स् इस् देर् कृष्णन् महोदय अस्ति अनन्तरं शोभनाध्याय महोदय अस्ति अन्य कोऽपि अस्ति वा सुन्दर् सुन्दर् महोदय वदतु महोदय एषा नर्तकी किं नर्तकी एषा नर्तकी का नर्तकी का नर्तकी एषा नर्तकी किं वैद्य किं नपुंसकलिङ्गे एव भविष्यति only neuter gender we use kim eshah ka vaidya kaha vaidyah ka vaidyah sa kana kaha vaidyah kaha aha kaha vaidyah saha vaidyah punah ekavaram prayatnam karotu mahodaya shridhar mahodaya श्रीधर् महोदय सुन्दर् सुन्दर् महोदय क्षम्यताम् पुनः एकवारं प्रयत्नं करोतु ट्रै अगेन् प्लीज़् कः नृत्यति सः एषः नृत्यति न न न न एषा एषा उपयुज्य प्रथमं वाक्यं वदतु एषा का हियर् एषा नर्तकी एषा नर्तकी सः कः सः वैद्यः सः वैद्यः एषा का नर्तकी सम्पूर्णवाक्यं वदतु एषा नर्तकी एषा नर्तकी सः कः सः वैद्यः सः वैद्यः सः कः सः वैद्यः एषा का एषा नर्तकी पुनः एकवारम् अन्यं पुनः एकवारं प्रयत्नं करोतु महोदय सुन्दर् महोदय कः रामकृष्णः एषा रामकृष्णः एषः एषः रामकृष्णः का सरस्वती सा सरस्वती उत्तमम् अति उत्तमम् उत्तमम् अग्रे अन्य पुरुषाः कोऽपि सन्ति वा अन्ये पुरुषाः सुन्दर् महोदय अस्ति अनन्तरं कृष्णन् महोदय अस्ति अन्य कोऽपि शोभनाद्य महोदय अस्ति जयरामन् महोदय अस्ति खलु हू एल्स् इस् देर् का बालिका कः वदति नाम उच्यतां राकेश राकेश वदतु महोदय राकेश महोदय का बालिका एषा बालिका then it is किं फलं पुष्पं पुष्पं सोरि किं पुष्पं and तत् पुष्पं तत् पुष्पम् उत्तमम् पुनः एकवारं प्रयत्नं करोतु महोदय राकेश महोदय कः सोरि किं गृहं कः वृद्धः अपि पृष्टुं शक्यते यु केन् आस्क् हूस् हूस् द ओल्ड् मेन् दट् इस् द ओल्ड् मेन् विल् बि द आन्सर् ओके सो इट्स् किं gruham and tat gruham gruham then kaha vriddha saha vriddha saha vriddha uttam dhanyavadah mahodaya agre anya kopi who did not get a turn yet so far did all of you got the turn अन्य कोऽपि प्रयत्नं करोतु एतत् किं कृष्णफलः कृष्णफलः तत् कृष्णफलः सा एम् एस् सुब्लक्ष्मी का एम् एस् सुब्लक्ष्मी सा एम् एस् सुब्लक्ष्मी सा एम् एस् सुब्लक्ष्मी उत्तमम् अन्य कोऽपि नाम उच्यताम् अनन्तरं वदतु मम नाम प्रिया वदतु भगिनि कः वैद्यः एषः वैद्यः उत्तमम् किं फलं तत् फलं तत् फलं धन्यवादः भगिनि उत्तमम् अनन्तरं अवगतं वा प्रश्नाः सन्ति किम् सन्ति वा संशयः प्रश्नाः सन्ति वा अस्मिन् विषये एनि क्वश्चन् डौट् सो वि लर्न्ड् मम मैन् युवर् मैन् युवर् मम भवतः भवत्याः अनन्तरम् एषः सः एषा सा एतत् तत् अनन्तरं प्रश्नवाचकं भविष्यति कः का किम् इति भविष्यति अग्रे इदानीं वा किम् इत्युक्ते सो वेन् यु हेव् डौट् आर् इफ् यु आर् आस्किङ्ग् ओ इस् दट् अ बुक् इस् दट् अ बुक् इस् दिस् अ बुक् इफ् यु वाण्ट् आस्क् इस् दिस् अ बुक् एतत् पुस्तकं किम् पुस्तकं किम् न पुस्तकं न फेनकम् एतत् किं फेनकं पुस्तकं वा एतत् पुस्तकं वा न एतत् फेनकम् एतत् फेनकं वा आम् एतत् फेनकम् अथवा तत् फेनकं वा आम् तत् फेनकम् आम् वा किम् दट् इस् वा किम् इस् वेन् यु हाव् डौट् आर् वेन् यु वाण्ट् टु आस्क् वेदर् इस् दिस् अ सोर् आर् अ बुक् देन् यु केन् आस्क् इस् दिस् अ बुक् इस् दिस् अ सोर् इस् दिस् अ बाय् इस् दिस् अन् ओल्ड् मेन् इफ् यु वाण्ट् टु आस्क् दट् पुस्तकं वा न एतत् फेनकम् अनन्तरम् अङ्कनी वा न एषा लेखनी अनन्तरं द्रोणी वा न तालिका एषा तालिका एषः चमसः वा आम् एषः चमसः आम् फार् यस् आम् एषः चमसः चषकः वा आम् एषः चषकः आम् किं वा ऐदर् यु केन् यूस् किम् आर् वा चषकः किम् आम् एषः चषकः अथवा सः चषकः किं वा सो द आन्सर् विल् बि न फार् नो एण्ड् यस् फार् आम् पुनः प्रश्नाः सन्ति वा एनी क्वश्चन्स् डौट्स् अस्तु इदानीं पुनः अहं स्लैड्स् दर्शयामि अनन्तरं किञ्चित् अभ्यासं कुर्मः अस्तु दृश्यते वा इदानीं पुनः शोभनाद्या महोदय प्रश्नम् उदाहरणार्थम् अहम् एकं वदामि एषा बालिका वा? उत्तरं ददातु महोदय. न, एषा वृद्धा. एषा वृद्धा. एषा सा वैद्या वा? आम, सा वैद्या. आम, सा वैद्या. उत्तमम्. इदानीं महोदय, शोभनाथ महोदय उत्तरं पृच्छतु. शान्ति सुब्रह्मण्यं भगिनी प्रश्नं पृच्छतु. शान्ति सुब्रह्मण्यं भगिनी उत्तरं ददातु. पृच्छतु महोदय. एषा वैद्या वा? न, सः पाचः. सः न मयि महोदय भगिनी, सा. परिचारिका अथवा उपवैद्या, नर्स्. अस्तु, वदतु वदतु वदतु. पुनः पृच्छतु महोदय. ओ, एतत् किं? न न न, पुनः शोभनाद्य महोदय पुनः पृच्छतु महोदय. प्लीज् आस्क् द क्वश्चन्, रिपीट् द क्वश्चन्. सः कः? न न, किं वा उपयुज्य, किं वा उपयुज्य प्रश्नं पृच्छतु. किं वैद्या? एषः एषः वैद्यः वा? वैद्यः वा? न, पाचकः. उत्तरम् उत्तमम्. अग्रे पुनः पश्यतु महोदय. एषा पाचका वा? पाचिका. पाचिका वा? आम, सा पाचिका इत्युक्ते कुक्. कुक् न, सा उपवैद्या. उपवैद्या. उत्तमम् उत्तमम्. इदानीं शान्ति भगिनी पृच्छतु. भगिनी शान्ति भगिनी, शान्ति सुब्रह्मण्यं भगिनी पृच्छतु. अनन्तरं राकेश महोदय उत्तरं ददातु. एतत् लोकयानं. लोकयानम् एतत् लोक किं? द्विजवाहन. एतत् लोकयानं किम्? एतत् लोकयानं किम्? एतत् लोकयानं किम्? इदानीं राकेश महोदय वदतु उत्तरम्. सम्पूर्णवाक्यं वदतु महोदय. आम, तत् लोकयानम्. राकेश महोदय अस्ति वा? आं, तत् लोकयानम्. आर्, तत् लोकयानम्. उत्तमम्. राकेश महोदय इदानीं प्रश्नं पृच्छतु. And Sandhya Bhagini uttaram dadatu. Rakesh Mahodaya will ask the question and Sandhya Bhagini will give the answer. Na na, Rakesh Mahodaya pruchatu. Kim vaidya ho? Rakesh Mahodaya asti va? I think he had to log off. He had message saying I have to log off. Oh, astu. Anya copy. Raghuraman Mahodaya? Kim kora? Raghuraman Mahodaya asti va? Kim vaidya va? Kim na? Yeshaha. Kimartam, you have to use masculine gender. एषः अथवा सः उपयुज्य सः वैद्यः वा अथवा एषः वैद्यः वा न सः चोरः न सः वैद्यः न सः चोरः अन्य पुरुषाः के सन्ति पुरुषाः के के सन्ति जयराम पृच्छतु महोदय जयराम महोदय एतत् लेखनी वा एषा एषा एषा लेखनी वा लेखनी वा न एषा अङ्कनी एषा अङ्कनी उत्तमं सा अङ्कनी सा अङ्कनी उत्तमं महोदय अति उत्तमं पुनः अन्य कोऽपि कः वदति हू स्पीकिङ्ग् एषा वदतु महोदय सुन्दर् महोदय एषा अध्यापक एषः एषः अध्यापक अध्यापकः एषः अध्यापकः वा आम् एषः अध्यापकः आम् एषः अध्यापकः उत्तमम् अग्रे रम्या भगिनी एषा नर्तका वा नर्तकी नर्तकी वा सा नर्तकी आम् सा नर्तकी उत्तमम् इदानीं रम्या भगिनी पृच्छतु अनन्तरम् अन्य को हू डिड् नाट् गेट् द टर्न् ऐ डिड् नाट् गेट् अ टर्न् जयन्ती एषः कृष्णः विष्णुः वा सः विष्णुः आम् विष्णुः आम् सः विष्णुः आम् सः विष्णुः अथवा रामः कृष्णः वा न एषः रामः रामः इदानीं महालक्ष्मी भगिनी यु डु नाट् गेट् अ टर्न् यस् महालक्ष्मी हियर् युवतक युतक वा युतक वा एतत् किमर्थं यु शुड् आटोमेटिक्लि चेञ्ज् द क्वश्चन् टु नपुंसकलिङ्गे अस्ति वा कस्मिन् लिङ्गे अस्ति एतत् युवकं युतकं किं युतकं युतकं सः स न न एतत् युतकं वा एतत् उतकं वा सः उतकं न सः न सः न किमर्थं सः दिस् इस् नाट् मास्कुलिन् जेण्डर् ओके न युतकं युतकम् एतत् आम् एतत् युतकम् एतत् युतकं वा आम् एतत् युतकम् एतत् ऊरुकं वा ऊरुकम् इत्युक्ते पेण्ट् ओके गिव् मी दि आन्सर् एतत् ऊरुकं वा न एतत् ऊरुकं न एतत् युतकं सम्बडि एल्स् एतत् युतकम् अस्तु महालक्ष्मी भगिनी पुनः पृच्छतु एतत् युतकं वा एतत् सा एतत् युतकम् एतत् उतकं वा आम् तत् युतकम् अनन्तरम् एतत् वा स्तुत्या एषः एषः अहं पृच्छामि भवती वदतु एषः चषकः वा चषकः इत्युक्ते कप् एषः चषकः वा न न कः सः एतत् सृष्टः एतत् न एषः स्यूतः स्यूतः स्यूतः स्यूतः स्यूतः स्यूतः उत्तमः स्यूतः उत्तमः थैंक यू सन्ति वा any doubts questions to ask madam based on the ending of the word itself we can gender of that yes for time being we are learning that way okay in this level we will be learning that way aha the words ending with aha will be in masculine gender and a dirgha aakarantam that will be strilingam and e again it will be in strilingam and whatever ends with am pustakam penakam chashaka upaneetram pushpam those are all in neuter gender krishna palakam sanganakam sanganakam ityukte computer those are all is neuter gender depending on that we can frame the question and ask the question thank you thank you Atuva astu idanim whoever wants to is there anybody interested in going through devanagari alphabet is that the next page no it is not in abhyasa pustakam if anybody is interested in learning devanagari we can stay for another 10-15 minutes devanagari I would devanagari is alphabet sanskrit alphabet yes I would say okay whoever wants to learn devanagari you can stay back and rest can leave and then I will be sending the email watch for my email and then practice with the abhyasa pustakam and then next week we will meet again or if you want to come to other classes that is held on Wednesdays and Fridays you can join again धन्यवादः पुनर्मिलामः दोस् हू वाण्ट् टु लर्न् देवनागरी भगिनी संस्कृतपाठम् अति अद्भुतं धन्योऽस्मि धन्यवादः महोदय धन्यवादः पुनर्मिलामः धन्यवादः भगिनी धन्यवादः भगिनी धन्यवादः धन्यवादः भगिनी मम नाम महालक्ष्मी वदतु भगिनि ऐ नो ओन्ली हिन्दी हिन्दी केरेक्टर् हिन्दी अण्ड् संस्कृतं दे आर् क्लोस् टु ईच् अदर् सो ओन्ली द वे आफ् रीडिङ्ग् इस् लिटिल् बिट् डिफ़्रेण्ट् so we can go through that right now okay I'll stay yes just we will practice little bit of thing okay one second let me share my screen again One second. क्षम्यतां भगिनि. अस्तु, दृश्यते वा? Are you able to see the screen? Yeah. Yes. Okay. So here is the way how to write alphabets. These are the vowels in Sanskrit. Okay. So the first letter is A. A. And A. It's long. So the ones that we say A, those are called hraswa, and the long vowels are called dirgha swaras. Swara. These are called swaras because they don't depend on any other alphabet. They can act on their own. Swayam rajate iti swaraha. Okay. So they don't depend on any other alphabet, like consonants. Vowels, they can act on their own. E, this is E. E. And E. E. O, this is O, like three. And three with a tail is O. Okay, long O. And this is R, as in Rishi. We say Rishi, right? This is R. And this is, again, long R. And then, this one is called R. This is R. This is mainly, this usage is a lot in Vedic Sanskrit. We don't use it in daily usage. This is not that much used, this alphabet. You can find this in Vedic Sanskrit. And then comes A. These are all, these, all of this A, I, O, all these alphabets are long vowels. These are not short vowels. These are all long vowels. Okay? A, A, I, O, Au. Au as in owl. And this one is bow, like boat. Flow, O. That is how this is pronounced. And this is Ang and Aha. Ramaha. When we say Ramaha, this Aha comes into action. So who wants to read? Try to read the alphabets now. Can anyone of you read? I can read it. I o r r l r r r r a a na na a. This is A. A. I. O. No, O. This is O. O. O. Okay. O. Aha. Aha. Uttam. Anya Kopi Santiva, who else is there? It's me. Nama Uchyata? Vibha. Kaha Nama? Vibha. सम्यक् न श्रूयते भगिनी, तदर्थमेव क्षम्यतां. सो दीस् आर् ववल्स्. दीस् केनाट् आक्ट् आन् देयर् ओन्. सो दे नीड् ववल्स् इन् आर्डर् टु बी प्रनौन्स्ड्. एण्ड् इफ् यु लुक् एट् इट्, दिस् इस् काल्ड् क वर्ग. द फस्ट् रो इस् काल्ड् क वर्गः. सेकेण्ड् रो इस् काल्ड् च वर्गः. Third row is called ta vargaha, and the fourth row is ta. Ta as in what do you say? Ta as in Tamil, तमिळ्नाडु तमिळ् त अनन्तरं दिस् इस् काल्ड् प वर्गः When you look at the way they are set up, the ka varga starts from the throat. The pronunciation starts from the throat for ka. And for cha varga, it moves forward, next step. And ta varga again comes further forward on ta. And then when it comes to the pa varga, it stops at the lip. If you look at it, the way it is pronounced. And again, this is called Alpa Prana. Ka, we say ka. So it doesn't need too much energy to pronounce that letter. So it is just ka. But for to pronounce this letter, you have to put more energy. Ka. This is ka and this is ka. So you need more energy. You have to spend more energy to pronounce this letter. And again, this one is ga. Again, low. You don't need that much energy. So it is called Alpa Prana Akshara. This is Alpa Prana. This is Maha Prana. Again, this is Alpa Prana Ga. And this is Maha Prana Ga. So, ka, ka, ga, ga. Ma. So the last letters of each and every varga is called Anunasika Varna. That is, you need nasal, you pronounce it through your nose. Ma. Ma. Ma. Same way, this one is called Cha. Cha. This needs, the second Cha needs Mahaprana. Ja. Cha. Nga, ta, tha, da, dha, na. This na, when you pronounce, the tongue should touch the upper portion of the mouth. And then comes ta, tha, da, dha, na. Again, pa, tha. Ba, bha, ma. So every other letter is Mahaprana and the beginning letter is Alpa Prana and every other letter is Alpa Prana. Alternate. They alternate. Alpa Prana, Mahaprana. Alpa Prana, Mahaprana. Okay? And all the end vowels in each varga is Anunasika Varnaha. That is, you pronounce them through your nose. Now, can you read it, please, one of you? Ka, kha, ga, ga, na, na, na. Ka, na, ka. It will be ka, ka, kha, ga, gha, na. Ka, kha, ga, gha, na. Hmm. Agre. Cha, cha, da, dha, na. Nye. Anantaram. Da, dha, da. Another word in it. No, no. Da, tha. Da, dha. Dha. Na. The tongue should fold while you pronounce this na. Ta, tha, da, dha, na. Na. Na. Like in Ganesh, we use this na. Na. Agree. Ta, tha, da, dha, na. Na. Pa. Fa, ba, bha, ma. Pa, pa, ba, bha, ma. Pa. And then we have these letters. Ya, ra, la. So none of these are Mahaprana letters. These are all alpha prana letters only. Ya, ra, la, va. And then sha. And then this one is sha. Again, you need more, you have to leave more breath for this. Sha, sha, and then sa, ha. Ya, ra, la, va, sha, sha, sa, ha. For pushpam, to say pushpam, you will be using this sha. Okay? For saying shank, you will be using this sha. Can you read this? Ya, ra, la, va, sha. Sha, sha, sha, tra, na, na, sa, ha. Chitamastu, don't worry. Mm. Sa, So the bottom line, sha. No, first row. Read the first row. Ya. Mm. Ra. Mm. La. Va. Mm. Sha. Sha. Mm. Ksha. Sa. Ha. Mm. Ha. Uttama. So I'll be forwarding this to you. Yeah. I can forward this link. I will be posting it along with my post class email. You can look for this and then practice. They have also provided in which direction you have to write. For writing practice also they have given this. Okay? Mm-hmm. Astu. Thank you. And then we will learn, there are Sayuktaksharani also there. That is, you combine letters in Sanskrit. So there are a lot of combined alphabets. That is, two alphabets are combined together. Mm-hmm. And then we should start learning that also. First you learn the swaras and vowels. Okay. You should be able to identify the swaras and vowels. Okay. Any question, anybody? Jayaraman Mahodaya? No question. Clear. Clear? Thank you. Dhanyavada Mahodaya. Dhanyavada. Dhanyavada Mahodaya. Any question, anybody? No. I'm just going to print this out, and for next time, we're going to use these as well in the lesson. In the class, we won't be studying that much vowels and alphabets. In the end of the class, we can practice like this for 10-15 minutes. Okay. In Abhyasa Pustakam, it is given in transliteration. So you can compare the letter and the Sanskritam alphabet along with the English letter. Yeah, that's what I use. Yes. And then I will be attaching this page to my letter, email, so that you can just go into this and then practice at home. Okay. Next Monday, are we still doing little bit review of the material what we did today, like the questions and answers? Sure. Everybody, just if you have any question, you can write it down. And then, because when you practice, as you start practicing with the book, you will come up with questions. So you can write it down and then ask in the class. Sorry, Astu? One more question. Yeah, one last question. So while everybody was doing this question and answer thing, like sa balike va, this notebook. So balike va. Balika va. Balika va. Mm. So I was trying to write things down, but I didn't get a chance to speak. Okay. Writing. Mm. So is it possible to give you right now a couple of my answers and you? Nishchayena. Vadatu. Nishchayena vadatu. Tat dwaram va. Am tat dwaram. Am tat dwaram. Uttama. Dwaram. Okay. And sa sainika. Sainikava, na, Isha Vaidya. Esha Vaidya. एषा वैद्या. एषा वैद्या. सा सैनिका वा? न, एषा वैद्या. उत्तमम्. एषा युवा युवा युवकः वा? एषा युवती वा? एषा युवती वा? आम्. एषा युवती वा? एषा पुनः यु केनाट् पुट् वा. इफ् यु पुट् वा इट् बिकम्स् क्वश्चन्. सो यु आर् आन्सरिङ्ग् इट्. एषा एषा युवती. एषा युवती. चिन्ता मास्तु. इनिशियलि यु विल् बि हेविङ्ग् आल् दिस् कन्फ्यूशन् अण्ड् एस् यु प्राक्टिस् यु विल् गेट् इट् रैट्. जस्ट् द फस्ट् डे, सो यु डोण्ट् हेव् टु वरि अबौट् देट् अट् आल्. Thank you. Yeah. Okay. Dhanyavad. Dhanyavadah, Mahoday. Dhanyavadah. Dhanyavadah. Any question, please feel free to just put it in an email and send it to me. I will be ready to answer. Okay? Thank you so much. Dhanyavadah. Prarthana Mantra Mangala Shlokam Anantaram Viramamah. Om Sarve Bhavantu Sukhinah. Sarve Santu Niramayah. सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. पुनर्मिलामः. पुनर्मिलामः महोदय. धन्यवादः. धन्यवादः. Give me a second.